नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। लुप् लकारः द्वितीयभागः इति पाठः। कारान्तदातवः गतपाठे दृष्टवन्तः, अद्य बकारान्तदातवः द्रष्टव्यः। तस्मात् एव पठामः वा बकारान्तदातवः इति महोदय? आम् आम् आम् अस्तु पठामि। श्रूयते खलु मध्वनि? श्रूयते खलु? आम् आं श्रूयते महोदय। हा, बकारान्तदातवः एका च बकारान्तदातवः त्रयः। एकनिमिषम् अस्तु। एका च बकारान्तदातवः त्रयः अनिटः, त्रिषु अपि सामान्य हल् सन्धिकार्यमस्ति। प्रथमं कार्यमस्ति जषस्ततो दोधः इत्यनेन प्रत्यादौ तथा इत्यनयोः स्थाने तकारादेशः भवति। जषस्ततो दोधः जश उत्तरस्य ठकारठकारयोः स्थाने धकारादेशः भवति धाधातुं वर्जयित्वा। सूत्रं स्वयं सम्पूर्णं जषः तथोः धः अधः इति। तदा जलां जषि इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशः भवति। जलां जषि जलां स्थाने जषादेशो भवति। जषि पदे अनुवृत्तिसहितसूत्रमस्ति जलां जष् जषि संहितायां, यथा यब् योगात् था इति अस्ति, तत्र बकार यब् इति अनित् धातुः, यब् योगात् था इति अस्ति, इदानीं क्षम्यता, यब् योगात् था इति, तत्र तकारस्य धकार भवति जषस्ततोः दः इत्यनेन यब् धा, अनन्तरं जलां जष् जषि जस्त्वं यब् धा इति रूपं। तथैव रभ्योगथ रब्धा, लभ्योगथ लब्धा इति, तत्रापि कार्यद्वयं तत्र जस्त्वं शतं क्षम्यतां धकार धकारादेशः धकारतन धकारादेशः अपि च जस्त्वम् इति सत्यम् इति धातुद्वयमपि अनिटः अनिट् समीचीनं। धन्यवादः महोदय। विजया भगिनी वेट् धातुः अग्रिमं पठति वा? लुब् अस्ति वा विजया भगिनी? उषा भगिनि जलां जष्टषि बकार वेट् एकः बकारान्तदातुः वेट् लुभ् इडादिपक्षे अत्र किञ्चित् उद्घाटनम् अभवत्। ओके अस्तु, अतः एव भवति एव भवती पठतु भगिनि। इदानीमेव मया उद्घाटितम् अत्र कुत्र वेट् धातु भकारात् भकारान्त धातु वेट् एव खलु महोदय? एकः भकारान्तदातुः वेट् लुब् लुब् धातु लुब् योगः इता उगान्तलघुपदस्य च लोपिता इति दृश्यते वा? पश्यामि कुत्र अस्ति। अस्तु समीचीनम्। आम् उषा भगिनी अनुवर्तयतु। अस्तु भगिनि, एकः भकारान्तदातुः वेट् लुब् इडादिपक्षे लुब् योगः इता पुगन्तलघुपदस्य च इत्यनेन लोब् योगः इता लोभिता। अनिडादिपक्षे लुब् योगः ता पुगन्तलघुपदस्य च इत्यनेन लोभ् अनन्तरम् इडागमः नास्ति लोब् लोब् लोब् योगः ता लोब् लोभ् दा इति भवति। तत्रापि जषस्ततोर्दोर्दः इत्यनेन तकारस्य धत्ता इत्यस्य धा भवति प्रथमम्, अनन्तरं धा अस्ति इत्यनेन जलां जश् जशि इत्यनेन चतुर्थवर्ण भकार धातोः भागः भकारः, तत् भकारः बकारः भवति, जष्त्वं भवति यतोहि परः जशि अस्ति इत्यनेन लुब्धा भवति. लुब् धातोः लुट्लकारे इडागमवैशिष्ट्यम् इडागमवैशिष्ट्यम् तीश सह लुब ऋष ऋषः सूत्रमस्ति. तीश सह लुब ऋष ऋषः इष् धातुः तुधातौ क्रयादौ ओके इष् धातुः तुधातौ क्रयादौ च सः धातु लुब् धातु ऋष् ऋष् इत्येभ्यः पञ्चभ्यः धातुभ्यः तकारादि आर्धधातुकप्रत्ययाः विकल्पेन इडागम अनुकूलाः ओके ति सप्तम्यन्तम् इष सह लुब ऋष ऋषः पञ्चम्यन्तम् द्विपदमिदं सूत्रम् एकपदमेव दृश्यते खलु. तीश सह लुब ऋष ऋषः प्रथमं प्रथमं यद् ती अस्ति ती ईश सह ओ आमामाम् ओ तथा एव इष् आगच्छति ती सप्तम्यन्तम् इष् धन्यवादः भगिनी ती सप्तम्यन्तम् अनन्तरम् इष् धातुः सह् लुब् ऋष् ऋष् इत्येभ्यः पञ्चभ्यः धातुभ्यः तकारादि आर्धधातुकप्रत्ययः प्रत्ययाः विकल्पेन इडागम अनुकूलाः. तास् प्रत्ययः तकारादि आर्धधातुकप्रत्ययः अतः तस्य वा इडागमः भवति येभ्यः पञ्चभ्यः धातुभ्यः. इष् तकारादि आर्धधातुकप्रत्ययः तास् इति तकारादि आर्धधातुकप्रत्ययः अतः तस्य वा इडागमः भवति विकल्पेन इडागमकु अनुकूलाः. ओ तीश सह लुब ऋष ऋषः इत्यनेन ती परः अस्ति चेत् तकारादि आर्धधातुकप्रत्ययः परः अस्ति चेत् धातोः कृते विकल्पेन इडागमः इत्यनेन इष् धातुः येष्टा भवति गुणः पुगन्तलघुपदस्य च इत्यनेन येष्टा इडागमः नास्ति. इडागमः अस्ति चेत् येषिता सः सोडा होडः इत्यनेन प्रथमं पुगन्तलघुपदस्य च अनन्तरं पुगन्तलघुपदस्य च कथं भवति सः एव अस्ति खलु. ओ सः सः आमामामां होडः एव प्रथमम् अनन्तरं दट् अकारस्य ओकारः भवति संसूत्रम् अस्ति ते सहिवहोर् ओ द संथिङ्ग् लैक् दट् सहिवहोर् संथिङ्ग् सूत्र सूत्रसङ्ख्या किं सहिवहोर् 3 6 3 1 1 2 सहिवहो ओत् अवर्णस्य ओ अस्तु प्रलोपे पूर्वस्य दीर्घोणः इमीडियट्लि आन्डर् दट् ओके दट् सहिवहोर् ओद् अवर्णस्य ओके डकारलोपनिमितिके डकारे परे यदा ड्रलोपे पूर्वस्य तादृशमेव डकारे परे सः धातोः वह् धातोः अवर्णस्य ओकारादेशः भवति. ओ अत्र लोपः क्रियते वा? आम् आम् ओ ओके प्रथमं डकारद्वयं भवति सहयोगः तास् प्रत्ययः सहयोगः तास् प्रत्ययः इडागमः नास्ति षड् योगः तास् अनन्तरं जशस्ततोर्दोर्दः इत्यनेन जशः परः तकारः अस्ति इत्यनेन षड् ढा भवति षड् ढा अनन्तरमेव ड्रलोपे पूर्वस्य दीर्घोणः कार्यं करोति तदा एव देन् सहिवहोर् ओ न सम्यक् जशस्ततो दोर्दः पर्यन्तं सम्यक् एव अनन्तरं चिन्तयतु षड् इत् आ इति अस्ति लुट् लकारः खलु लुट् लकारः न न इडाग अनिडागमपक्षे भगिनि अनिडागमपक्षे एव षड् सम्यक् एव उक्तवती होडः सम्यक् जशस्ततोर्दोर्दः सम्यक् षड् इद् आ सम्यक् एव अनन्तरं धकारः जलां झष् झषि एव खलु नो जलां झकारः डकारः अस्ति खलु पूर्वं होडः इत्यनेन डकारः आनीतवन्तः अनन्तरं जशस्ततोर्दोर्दः इत्यनेन धकारः अस्ति अतः अतः सन्धि ष्टुः दन्त्यवर्णः अस्ति इत्यनेन सुनाष्टुः सो षड् इड् षड् ढा ढा सम्यक् अनन्तरमेव ड्रलोपे पूर्वस्य दीर्घोणः तस्मात् पूर्वं तस्मात् पूर्वम् ओ डोडेर् लोपः तत् कर्तव्यं खलु डोडे लोपः भवति चेदेव प्रलोपस्य इदानीं किं जातं डोडे लोपः इत्यनेन डकारलोपः जातः अनन्तरं डकारलोपः क्रियते इत्यनेन एव सहिवहोर् सहिवहोर् ओद् अवर्णस्य इत्यस्य कार्यं भवति तद् द्रलोपे पूर्वस्य दीर्घोणः बाधित्वा कार्यं करोति अपवादत्वेन अतः एव सोडा सोडुं प्रत्ययः सोडुम् इति आम् भगवद्गीतायाम् अस्ति भगिनि सोडुं सत्यं सोडुं सः सोढा अथवा सहित ओके इडाग इडागमपक्षे सहित गुणः नास्ति ओके लुब् लुब् एव गुणः भवति ओके लुब् प्रथमम् अनिडागमपक्षे लुब् लोब् लोब् योगः ता भवति लोब् योगः ता अनन्तरं जशस्ततोर्दोर्धः लोब् लोब् धा भवति अनन्तरं जलां झष् झषि इत्यनेन झष्ट्वं भवति भकारस्य बकारः भवति लोब् धा भवति लोबित लोबित इडागम अस्ति चेत् लोबित अस्तु गुणम् अनन्तरम् इडागमः अपि अस्ति लोबित पर्णमेलनं रुष् रोष्ट रुष् अनिडादिपक्षे रोष् रोष् योगः ता ता रोष् योगः ता शुनाष्टुः शुनाष्टुः इत्यनेन रोष् रोष्ट भवति आम् रोष्ट ओके अनन्तरं रोषित ओके इडागमपक्षे रिष् रिष् रेष्ट रेष्ट शुनाष्टुः रेष्ट रेषित अस्तु समीचीनं सम्यक् इति भवति केवलं तीश तीशसः लुब लुब ऋषः अपि च सहिवहोर् सहिवहोर् ओदवर्णस्य अवर्णस्य आम् आम् धन्यवादः भगिनि धन्यवादः विजया भगिनी प्राप्तं वा मकारान्तदातवः आं महोदय अत्र मकारान्तदातवः चत्वारः मकारान्तदातवः अनितः गम् नम यम् रम् इति अस्ति अत्र नष्टपदान्तस्य चलि अनुस्वारस्य यै परसवर्णः इति सूत्राभ्याम् अनुस्वारः तथा परसवर्णः आदेशः भवति गम् योगः इदानीमत्र नचपदन्तस्य जलि इत्यनेन अनुस्वारः भवति, अनन्तरमत्र अनुस्वारस्य ये परिसवर्णः इत्यनेन अत्र ता दृष्ट्वा अत्र अन्तिमपञ्चमवर्णः नकारः भूत्वा अनुस्वारस्य स्थाने गन्त इति भवति. तदेव अत्र नन्त यन्त अनन्तरं गन्त इति भवति. एकः मकारान्तधातुः वेट् अस्ति क्षम् इति. अत्र इडामपक्षे क्षं योगयिता क्षमिता वर्णमेलनमेव. अनीट् अनीट् अस्ति चेत् तस्य स्थाने इडागमः नास्ति एव. क्षं योगपि नचपदान्तस्य जलि इत्यनेन अनुस्वारः भवति, अनन्तरम् अत्र अनुस्वारस्य ये परसवर्णः इत्यनेन क्षम्ता इति अन्तिमरूपं भवति. समीचीनं, तदेव भवति. मकारान्तेषु नूतनकार्यम् इति किमपि नास्ति. सम्यक्, धन्यवादः भगिनि. धन्यवादः अरुणा भगिनी. पठति वा ऊष्मान्तदातवः इति? नमस्कारः. अस्ति, ऊष्मान्तदातवः सकारान्तदातवः. सकारान्तदातवः दशदातवः अनेतः, सप्तदातवः सामान्याः. येषु दशसु सप्तदातवः सामान्यः, तेषां कृते पुगन्तलघुपदस्य चैतनेन गुणकार्यं तदा भश्च भ्रश्च सृज मृज जय राजभ्राजचक्षशांसः इत्यनेन सकारान्तानां झलिपदे षत्वं तथा तुनाष्टुः इत्यनेन स्तुत्वम्. ओके, अत्र दत्तमस्ति सकारान्तदातवः दशदातवः सन्ति. अत्र सप्तदातवः सामान्यदातवः. कार्यं किम् अस्ति चेत् सामान्यकार्यमस्ति, तदनन्तरं पुगन्तलघुपदस्य चेतन गुणकार्यं भवति, तदनन्तरं पश्च भ्रश्च कृज मुज यज राजराजचष्टशांसः इति सूत्रेण शकारस्थाने मूर्धन्यशकारः वर्तते, तदनन्तरं शुनाष्टुत्वेन श्रुत्वं भवति. उदाहरणमस्ति दिश् युगता दिश् गन्तलघुपदेशेन गुणभूत्वा देश् युगता. अनन्तरं भ्रश्च भ्रश्च सृज मृज यज राजभ्रातः सूत्रेण मूर्धन्यशकार पालविशकारस्थाने देश् युगता देष्ट नास्तिकेन देष्टा भवति. तदेव ऋष् योगः ऋष् अस्ति प्रथमगुण भूत्वा रेष् भवति. रेष् योगः भ्रश्च भ्रश्च सुद्यासूत्रेण मूर्धन्यशकार आगच्छति. ऋष् रेष्टा रे तृणास्तुकेन रेष्टा भवति. तदेव लिश् लेष्टा भवति, विश् वेष्टा भवति, रुष् रोष्टा भवति, कृष् क्रोष्ट दंश् दंष्टा भवति. अत्रापि दंश् अनुमोदनस्वर एव अनुस्वर एव अवतिष्ठति. किमत्र विषा अत्र नास्ति पठामि भगिनि. अत्र दृष्टातुः दृष्टातुः पठतु भगिनि. दृष्टातुः दृष्टातुः अनिट् परन्तु अमागमः विकल्पेन अनुदात्तस्य सर् उदपदस्य अन्यतरस्याम् इत्यनेन न भवति. यतोहि साक्षात् इति सृजिदृशोर्जोयाम् अतिथि अनेन स अमागमः नित्यः. प्रथममत्र प्रथमं विकल्पेन इति उक्तं, तदनन्तरं नित्यं भवति. न न, अनुदात्तस्य चर्दुपदस्य अन्यतरस्याम् इत्यनेन यद् अम्मागमः भवति तत्तु विकल्पेन, सः तद् न भवति. सृजिदशोर्जल्यम् अकृति इत्यनेन नित्यम् अमागमः भवति. समीचीनं वा? दृश्योर्जल्याम् अकृति सूत्रम् इत्यनेन दृष्टातोः अम् आगमः भवति, कित् भिन्न चलाधिपत्ये परे दृष्टा इति चित् भिन्ना अस्ति अतः दृश्यवता दृश्यव अं योगता अं वदतु अन्तात् इत्यादेन न कथेभिः पूर्वम् आगच्छति द्रूयवः आयोगः स्यात् इकोयनस्ति इति स्थितिन द्रष्टा प्रष्टभ्रष्टसृजिमृजयजराजभ्रातिप्रस्थां सह इत्यनेन भ्रष्टवता चुनाच्युः द्रष्टा भवति सूत्र विवरणं दत्ता सृजिदृशो चल्यम् अतिथि सृज् धातोः च दृष् धातोः च अमागमा भवति चित् भिन्न जलाधिपत्ये परे सृजिश्च दृष्टश्च तयोः इतरेतद्वन्द्वः सृजिदृशौ तयोः सृजिदृशोः न चित् अकित् नै तत्पुरुषः तस्मिन् अकिति सृजिदृशोः षष्ट्यन्तं चलि सप्तम्यन्तम् अं पदमान्तम् अकिति सप्तम्यन्तम् अनेकपदमिदं सूत्रं सूत्रं च स्वयं सम्पूर्णं सृजिदृशोः अं जलि अकिति अत्र सूत्रं वदति सृज् दृष्टातोः अमागमा भवति निमित्तानि किं चित् चित् भिन्न जलाधिपत्ये पदे अमागमः आगच्छति अतः अनुवृत्तसूत्रं वदति सृजिदृशोः अं जलि अकिति प्रत्यये परे जलि अकिति इति भवति न प्रायः महोदय पठति समीचीनं भगिनि सम्यक् अतः सृजिदृशो जल्यम् अकिति इति तत्र सूत्रम् केवलं सृज् धातोः दृश् धातोः विषये एव महोदय मृष् स्पृश् धातु मृष इति स्पृश् इति द्वौ अपि ऋतुपदधातु मृषस्पृश् इति द्वातो धातोः विकल्पेन अमागमः अनुदातस्य च ऋतुपदस्य अन्यतरस्यामिति सूत्रेण अमागमपक्षे मृषियोगता इदानीं मृष् योग अं योगता इति तत्र ऋकारदनन्तरं भवति विदुजात्परः इत्यनेन तथा एकोयणचि भवति तदा अतः मृष् योगता षत्वं भवति व्रश्च व्रश्च इति सूत्रेण इदानीं संष्टुत्वं म्रष्टा इति अस्ति अमागम अभावे मृषियोग ताः ता इति मृषियोगता तत्र इदानीं पुगन्तलघुपदस्य चेत् सूत्रेण गुणः इति मर्ष्योगता अनन्तरं षत्वं मर्ष् इति तत्र मूर्धन्यषकारः चुनाष्टुः मर्ष् मर्ष्टा इति म्रष्टा मर्ष्टा इति रूपद्वयं भवति अनुदात्तस्य च ऋतुपदस्य अन्यतरस्यामिति सूत्रे उपदेशे अनुदात्तस्य यः अनुदात्तः यः ऋतुपदः तस्य अनागमविकल्पेन भवति जलादौ अकितिप्रत्यये परे इति तत्र तृप् दृप् सृप् स्पृश् मृष् कृष् एते षड् धातवः अनुदात्ताः च ऋतुपदाः इति तत्र अनुवृत्तिसहितसूत्रमस्ति उपदेशे अनुदात्तस्य ऋतुपदस्य अं जलि अकिति अन्यतरस्यामिति अकित् जलि इति जलि अकिति अन्यतरस्यामिति एवमेव स्पृश् धातोः स्प्रष्टा स्पर्ष्टा इति रूपद्वयम् अग्रे पठामि वा आम् आम् महोदय त्रयः धातवः वेटः अशु क्लिशु इति तत्र अनन्तरं नश् अशु क्लिशु इति ऊदित् अतः तत्र विकल्पेन भवति विकल्पेन तत्र उदितो वा इत्यनेन अशु धातुः इडागमपक्षे तत्र अशिता इति किमपि कार्यं नास्ति अनेडागमपक्ष तत्र विकल्परूपम् अस्ति तत्र षत्वं भवति चषांशः इति सूत्रेण अष्ट इति इष्टुनाष्टुः भूत्वा तथैव क्लिष् धातुः अस्ति क्लिष् धातुः क्लिषु इति अत्र पुगन्तलघुपदस्य इत्यनेन तत्र गुणः क्लेश् योग इता क्लेशिता अथवा अनिड अनिट् पक्षे क्लेष्टा इति अत्र षत्वम् अनन्तरं टुत्वं क्लेष्टा इति नश् धातोः नशेर्वा वा तत्र नशेर्वा इति इत्यनेन वा नश् नश् धातोः नशेर् वा इति सूत्रेण वा पश्यामि नशिता इति भवति नशितुम् अनिडागमपक्षे नन् तत्र अस्तु नश् इति अस्ति मश्चि नशोः जलि इति सूत्रेण तत्र अनुमागमः भवति नंश् इति भवति नंश् योगता अनन्तरं तत्र षत्वं नंश् योग ता अनन्तरं स्तुत्वं नंष्टा इति मस्चि नशोः जलि इति सूत्रं वदति मस्तातो वच नस्तातो वच नुमागमः भवति जलादिप्रत्यये परे अनुवृत्तिसहितसूत्रमस्ति मस्चि नशोः अङ्गस्य नुम् जलि प्रत्यये इति अस्ति तु न प्राप्तं कुत्रचित् अन्यत्र अस्ति वा प्रायः तत् तस्मिन् पाठे भवति अत्र तु नास्ति नशिता नशेर्वा इति अस्ति तत्र भिन्नमस्ति कुत्वं भवति भिन्नमस्ति रदादिभ्यश्च इत्यनेन किं भवति रदादिभ्यश्च इति रदादिभ्यश्च तदेव तदेव भवति रदादिभ्यश्च इत्यनेन वलादेः आदधातुकस्य वेडागमो भवति नश् धातुः अपि महोदय तत्रैव रदादिभ्यश्च एव रदादिभ्यश्च इत्यनेनैव सत्यं सम्यक् अस्तु मस्ति तद् पठितवान् खलु मस्ति न शोर्जलि पठितवान् मस् मस् धातोः अपि नस् धातोः नुमागमः भवति जलादिप्रत्यये परे तर्हि तत्र यदागमः न भवति तत्र अमागमनिष्ठा इति भवति अथवा निष्ठा इति नष्टा नशिता इति समीचीनम् अश् धातुः क्लिषु अशु इति ऊदित् धातुद्वयं सम्यक् अस्तु उषा भगिनी शकारान्तदातवः केवलं तत्र यद् अवशिष्टं तत् केवलरूपसाधनमेव किमपि विशिष्टतया नास्ति पश्यामः तापि मष्टीनशोर्जलि 7160 तत्र मुद्रणदोषः अस्ति वा पश्यामि 7-1 एव भगिनि अस्तु अस्तु 7-1 ओ ऐ एम् रीडिङ्ग् इट् राङ्ग् भगिनि क्षम्यतां शकारान्तदातवः शकारान्तदातवः द्वादशदातवः अनिटः दशदातवः सामान्याः येषु द्वादशसु पूर्वं किं दृष्टवन्तः तत्रापि न तद् ऊष्मान्तदातवः तत्रापि सप्तदश सप्तदातवः सामान्याः अस्तु मृष अण्ड् मृष स्पृश त्रयः अवशिष्टाः विशेषाः विशेषः अनन्तरम् एतद् मृष् तत्र अनुदात्तस्य चर्दुपदस्य अन्यतरस्य तदपि अमागमः विशेषः सामान्यस्य तु अधिक किमपि कार्यं न आसीत् खलु, केवलं पुगन्तलघुपदस्य व्रश्च प्रश्च. आं सत्यम्. आम् अत्र षकारान्त दातवः. अस्तु, दशदातवः सामान्याः. येषु द्वादशसु दशदातवः सामान्याः तेषां कृते पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं तदाष्टु नाष्टुः इत्यनेन ष्टुत्वम्. ओके, त्विष् योगः ता, त्वेष् ता योगः ता, ष्टु नाष्टुः त्वेष्टा, द्विष् योगः ता द्वेष्टा, पिष् योगः ता पेष् गुणकार्यम् अपि च अष्टु नाष्टुः पेष्टा, विष् योगः ता वेष्टा, शिष् योगः ता श्लेष्टा, श्लिष् योगः ता श्लेष्टा, तुष् योगः ता तोष्टा, दुष् योगः ता दोष्टा, पुष् योगः ता पोष्टा, शुष् योगः ता शोष्टा. अनिट् धातुषु विशिष्टौ द्वौ धातु कृष् द्वादौ तुतातौ च. अनिट् धातुषु सो दशधातवः सामान्याः, तत्रापि अनिट् एव शकारान्तदातवः अनिटः. ओके, एकादश द्वादशधातवः अनिटः, तत्र दशधातवः सामान्याः. ओके, अनिट् धातुषु विशिष्टौ द्वौ धातु कृष् द्वादौ तुदादौ च. ओके, अनुदातस्य च ऋद् उपदस्य अन्यतरस्याम् इत्यनेन अमागमः विकल्पेन जलादौ अकिति प्रत्यये परे अमागमः. अमागमपक्षे कृष् योगः ता अनुदात्तस्य च ऋद् उपदस्य अन्यतरस्याम् इत्यनेन अम्मागमः विकल्पेन भवति जलादौ अकिति प्रत्यये परे. जलादौ अकिति प्रत्यये परे कृष् कृयोगः अम् ओ आगमः मकार इत्यनेन. ओके, कृयोगः अम् योगः शकारः योगः ता. सो कृयोगः अम् गुण भवति कृ नट् गुण. कृयोगः ऋकारयोगः अकार यण्सन्धि क्रश् क्रश् भवति. ऋकारस्य स्थाने रेप क्रश् क्रश् योगः ता क्रश् योगः ता ओ इको एनति यण्सन्धि क्रश् योगः ता अष्टुनाष्टुः क्रष्ट. अस्तु, अमागम अमागमपक्षे असो अनुदातस्य च ऋद् उपदस्य अन्यतरस्याम् इत्यनेन जलादि अकिति प्रत्यये परे अमागमः विकल्पेन. सो अत्र यम् अम्मागमः नास्ति चेत्, यस्मिन् पक्षे अम्मागमः नास्ति चेत् कृष्योगः ता पुगन्तलघुपदस्य इत्यनेन गुणः एव भवति कर्ष्योगः ता कर्ष्ट. अस्तु, कर्ष्टा भवति अष्टु नाष्टुः. अनुदातस्य च ऋद् उपदस्य अन्यतरस्याम् उपदेशे अनुदात्तः यः ऋद् उपदः तस्य अम्मागमः विकल्पेन भवति जलादौ अकिति प्रत्यये परे. उपदेशः अनुदात्तः. ओके, तृप् दृप् सृप् मृप् कृष् इति षड् धातवः अनुदाताः च ऋद् उपदाः. ऋद् उपदायां यस्य सः ऋद् उपदः बहुव्रीहिः तस्य ऋद् उपदस्य अनुदात्तस्य षष्ट्यन्तं च अव्ययपदं. ऋद् उपदस्य षष्ट्यन्तम् अन्यतरस्यां सप्तम्यन्तम् अनेकपदमिदं सूत्रम्. आदेश उपदेशे अशिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः सृजीदृशो जल्यमकिति इत्यनेन जलि अम् अकिति इत्येतेषाम् अनुवृत्तिसहितसूत्रम्. उपदेशे अनुदातस्य ऋद् उपदस्य अम् जलि अकिति अन्यतरस्याम्. अस्तु, वयं एतत् सूत्रं पूर्वं दृष्टवन्तः. पर्युदासः विषये एतदेव चर्चितम्. अग्रिममपि पठतु भगिनि, अनन्तरं अस्तु. शकारान्तदातवः सप्तदातवः वेटः इष् ऋष् ऋष् निर् उपसर्गपूर्वक कुष् अक्षु तक्षु त्वक्षु. ओके, इष् ऋष् ऋष् निर् उपसर्गपूर्वक उपसर्गपूर्वकपुश् ओके इडागमे सति यथासङ्गं पुगन्तल यथासङ्गं पुगन्तलघुपदस्य पदस्य च इत्यनेन गुणकार्यम् अनिडागमपक्षे यथासङ्गं पुगन्तलघु यथा प्रसङ्गं भगिनि इडागम यथासङ्गं यथा प्रसङ्गं समीचीनम् इडागमे सति यथासङ्गं पुगन्तलघुपदस्य च इत्यनेन गुणकार्यम् अनिडादि अनिडागमपक्षे यथासङ्गं पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं तदा ष्टु नाष्टुः इत्यनेन ष्टुत्वम् ओके युष्योग ईष्योगता गुण अनन्तरम् इडागम अनिडागमपक्षे येष्टा इडागमपक्षे येषिता वेट् दातु फ्रम् विच् सूत्र भगिनि सप्तधातवः वेटः इष्य ऋष्य ऋष्य तदापि तत्रापि सूत्रमस्ति वा तदपि उद्घाटनीयम् इति चिन्तितवती विस्मृतवती तद् वेट् इति एकम् एक आवली आसीत् खलु इतर् ऊदितो वा स्वरति सूति सूयति गूञ्ज ऊदितो वा रुदा रदादिभ्यश्च रदादिभ्यश्च पश्यामः वेड् दातवः एतद् उद्घाटयामः ते तत् गच्छति अस्तु स्वरति सूति सूयति गूयति गूयूदितो वा इत्यनेन तत्र स्वृ सू सू जु अतः तद् नास्ति ऋद्धनोः तत् ऊदित् दातवः चतुर्विंशतिः सञ्चु ओव्रञ्चु ओ अञ्चु मृजु क्लिदु स्यन्दु षिदु गु गुपूर् रिपुष् कृपु क्षमुक् अशु अत्र आगच्छति खलु आशु इति ऊदित् तदेव अग्रे आगच्छति खलु क्लिषु अशु अशु अत्र दत्तम् अपि अशु क्लिषु अक्षु तक्षु त्वक्षु गाहु गुः गृह् दृहु तृङ्हु स्रुः स्तृः रुः एतत् सर्वं ऊदित् खलु ऊदित् दातवः ओके धातुपाठे पठिताः ऊदित् दातवः तदेव रदादिभ्यश्च इत्यत्र रद् नश तृप् दृप् दृक् मुह् श्नुः श्निः सो रदादिभ्यश्च मेन्लि ऋकारान्त ऊदितो वा ओके चतुर्विंशति दातवः सन्ति इत्यनेन तत् तत्र क्षु तक्षु त्वक्षु इति दत्तम् इत्यनेन वि कुड् हव् गेस्ट् एते सप्तत्रिंशत् दातवः वेट तत्र यदा भवती इदानीं पठितवती खलु निर्योगः कुश् निरः पुर परात् कृशो वलादेः आर्धधातुकस्य इड् वा स्यात् निरः कुशः इति सूत्रं 7 to 46 निरः कुशः निरः कुशः कुशः धन्यवादः इष्योगता ओके एष्टा एषिता ऋष्योगता रोष्टा रोषिता यत्र इडागमः भवति इडागमः नास्ति ऋष्योगता रेष्टा रेषिता अस्तु निर्योगः कुश् निर्योगः कुश्योगता निष्कोष्ठ निश् ओके निश् कोश् कोष्ठा भवति गुणा अनन्तरम् अष्टु नाष्टुः निष्कोष्ठ निश् निश् अपि भवति रेप रेपः शकारः भवति किमर्थं निर्योगः कुश् सर्वसानयोर्विसर्जनीयः निर्कुश् सर्वसार्योर्विसर्जनीयः इत्यनेन रेपस्य स्थाने विसर्ग विसर्जनीयस्य सह अनन्तरं वाशरी नाट् वाशरी वाशरी नास्ति कर्वसानि विसर्जनीयः इद् उद् उपदस्य च ओ महोदय दत्तम् अत्र दत्तमेव इद् उद् उपदस्य च प्रत्ययस्य इदानीमेव वयं मदर् क्लास् वि डिड् देट् इद् उद् उपदस्य च अप्रत्ययस्य उपदस्य इद् उपदा अस्ति इत्यनेन इदुपदस्य इदुपद इदु इकारो उपदस्य उकार उपदा उपदा इकारोपदस्य प्रत्यय अवयवभिन्नस्य विसर्गस्य स्थाने खकारे खकारे फकारे फकारे परे षकारादेशः साक्षात् भवति विसर्जनीयस्य सह न अतः विसर्जनीयस्य सह करवसाने विसर्जनीयः इत्यनेन रेपः स्थाने विसर्गः अनन्तरम् इद् उद् उपदा इद् उपदा अस्ति इत्यनेन अप्रत्ययशकारः अप्रत्ययः इद् उद् उपदस्य च अप्रत्ययस्य करवसाने विसर्जनीयः इत्यनेन विसर्ग एव भवति खलु ओके आम् इकार उपदस्य उकार उपदस्य उकारोपदस्य प्रत्यय अवयवभिन्नस्य विसर्गस्य स्थाने अतः विसर्गः विसर्गस्य स्थाने एव तत्र दत्तमस्ति निर् दुर् चतुर् एतेषु शब्देषु मूलरूपेण एव रेपः अस्ति तस्यापि करवसानयोर्विसर्जनीयः इत्यनेन कर्वर्णे परे विसर्गः भवति अनेन प्रकारेण एतेषां सर्वेषां कर्वर्णे परे विसर्गः जायते अस्य विसर्गस्य खकारे खकारे पकारे पकारे परे सत्त्वम् अस्तु अस्तु निर्निष्पीतम् इति एकम् उदाहरणं चतुष्कपालम् कपालम् ओके चतुर्योगः कपालम् ओके चतुष्कपालम् सो निर्योगः कुश्योगः ता निष्कोष्ठ अथवा निष्कोषित इदुपदस्य च प्रत्ययस्य अनन्तरं प्रायः विजया भगिनी पठेत् समीचीनम् अस्तु तदेव निर्योगः कुश् तदेव नूतनविषयः अद्यतन किं भगिनि पुनः वदतु उपद्मानीयः हा उपद्मानीयः न भवति अत्र निर्ति रेपः मूलतः रेपः अस्ति खलु अतः एव इदुपदस्य च प्रत्ययस्य इत्यनेन रेपस्य स्थाने विसर्गः विसर्गस्य स्थाने शकारादेशः अग्रे कोः संयोगादयोरन्ते एतेन फकारलोपः तदा सुनास्तुः इत्यनेन स्थित्वमपि भवति अक्षु यो अक्ष् योगता इदानीमत्र कोः संयोगादयोरन्ते च इत्यनेन ककारः अनन्तरं शकारः खलु अत्र ककारः ऋतु भवति शकारः एव भवति इदानीं शकारः अनन्तरमत्र पकारः भवति तकारः सुनास्तुः इत्यनेन अष्ट इति भवति एकस्मिन् पक्षे अन्यस्मिन् पक्षे अक्षिता एव भवति अनन्तरं अक्ष् योगः तत्रापि स्कोः संयोगादयोरन्तेषु इत्यनेन ककारः लोपः भवति तश्च योगः सा सुनास्तुः इत्यनेन तश्च अन्यस्मिन् पक्षे पक्षिता इति भवति इडाकः अनन्तरं त्वक्ष् अत्रापि ककारः स्कोः संयोगादयोरन्तेषु इत्यनेन त्वस्त् योगः सुवासुः इत्यनेन त्वष्टा भवति अनन्तरं त्वक्षिता इति भवति अत्र एतत् सूत्रं प्रथम अनन्तरं निवृत्ति खलु महोदय आम् आम् सिंह संयोगाध्ययनन्ते च इत्यनेन संयोगस्य प्रथमसदस्य सकारः वा चेत् संयोगस्य प्रथम सदस्य लोपः भवति न तु द्वितीयसदस्य जलिपदान्ते च इदानीमत्र अनुवर्तितसूत्रं संयोगाद्योः कोः लोपः जलिपदस्य अन्ते च इति भवति अतः एव अन्त अन्ते एव भवति कार्यं भवति. इदानीं अग्रे पठामि वा? आम् आम्, चक्ष् धातुः. चक्ष् धातुः धात्वादेशः, चक्षिं योगः, चक्षिं धातुः. चक्ष् धातुः क्या इति अत्र पूर्णतया भवति एव. क्या न तु ख्या इति आदेशः भवति. यद्यपि चक्ष् धातुः स्येत् तदापि तस्य ख्या ख्या इति धात्वादेशः अनीतम् एव अत्र. अतः तत्र चक्ष् योगः लुट् अस्ति चेत् अत्र क्या इति अत्र चक्षुस्थाने आगच्छति. क्या योगकर्ता ख्याता अनन्तरम् अत्र अनीट् भवति. अतः चक्ष् योगः लुट् अत्रापि ख्या इति भवति. ता योजनेन ख्याता इति भवति. चक्षिं ख्या इति. धन्यवादः भगिनी, पठतु भगिनि. आम् आम् इति उक्तवती. ख्याता इति भवति. चक्षिं धातोः अर्धधातुक प्रत्ययपरे ख्याम् आदेशः भवति. किन्तु अत्र भाष्यकारः वदति यत् ख्यादिः अयम् आदेशः इत्युक्तौ आदेशः ख्या न अपि तु ख्या. तदा चत्वादेशेन ख्या भवति. अपि च पूर्वत्र सिद्धम् इति अधिकारे एकं वार्तिकम् अस्ति. ख्यान्यः कस्य यो वा वक्तव्यः. अनेन ख्याञ्च् इति आदेशस्य सकारस्य विकल्पेन यकारादेशः भवति. फलितार्थः अयं यत् अर्धधातुकप्रत्ययपरे चक्षिं धातोः स्थाने ख्याञ्च् ख्याञ्च् द्वौ इति द्वौ आदेशो सिद्धौ. एकवारं ख्याञ्च् भवति, अपरस्मिन् पक्षे ख्याञ्च् इति भवति. एतत् अत्र पूर्वमेव वयं दृष्टवन्तः. अत्र चक्षिं ख्याञ्च् इति अत्र आदेशः पूर्णतया भवति इति भाष्यकारः वदति. अत्र ख्यादि अयम् आदेशः कुत्र भवति चेत् अत्र ख्या अनन्तरम् अत्र ख्या चत्व आदेशेन अत्र अत्र चकारः भवति इति पूर्वत्र सिद्धम् इत्यनेन अत्र वार्तिकमस्ति. ख्याञ्जः तस्य यो वा वक्तव्यः. ख्याञ्जः इति अनेन ख्याञ्च् इति आदेशस्य शकारस्य विकल्पेन यकारादेशः भवति. अतः एव अत्र एकस्मिन् पक्षे ख्या अन्यस्मिन् पक्षे अत्र विकल्पेन यकारादेशः भवति. कुत्र भवति अनेन? तत् क्या इति अस्ति खलु, तत्र यकारः तद् विकल्पेन भवति इति वदति. अथवा क्षा इत्येव भवति. फलितार्थकः किम् अस्ति चेत् अत्र अर्धधातुकप्रत्ययपरे एव अत्र चक्षिं धातोः स्थाने पूर्णतया अत्र ख्याञ्ज् न तु अत्र ख्याञ्ज् इति भवति. तावदेव भवति. एकस्मिन् पक्षे ख्याञ्ज्, अन्यस्मिन् पक्षे अत्र ख्याञ्ज् इति भवति. अग्रिमपङ्क्तिः अपि एतदेव. चक्षिङ्गः ख्याञ्च् आदेशः भवति अर्धधातुके. चक्षिङ्गः सत्यन्तं ख्याञ्च् प्रथमार्थं द्विपदमिदं सूत्रम् अर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं चक्षिङ्गः ख्याञ्च् अर्धधातुके इति अस्ति महोदय. इतः पर्यन्तम् एतदेव उक्तवन्तः. धन्यवादः भगिनि. समीचीनम्. अरुणा भगिनी, सकारान्त दातवः. भगिनि सकारः दातव, एक चकारः दातव, द्वौ धातु अनिटौ वस् घस्. अत्र अङ्गकार्यं वर्तते न वा, अत्र न अङ्गकार्यं वर्तते न वा सन्धिकार्यं, केवलं वदमेल. वस् योगता वस्त, घस् योगता घस्त. धात्वादेशः अत्र द्वौ धातु विदागमनास्ति अत्र केवलम् अनिटः. धात्वादेशः अस् धातु, अस्तेर्भूः इति भविता इति रूपं भवति अस्थाने भू आदेशः भवति सूत्रमस्ति अस्थेर्भूः आदुदात्तक विवक्षायाम् अस् धातोः स्थाने भू आदेशः भवति अनेकासीत् सर्वस्य इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य अस्ते तस्यन्तं भूप्रथमान्तं द्विपदनदंसूत्रम् आर्धदातिके इत्यस्य अधिकारः अनुवर्तितसूत्रम् अस्तेः भूः आर्धदातिके अत्र अस्तेर्भूः इति धात्वादेशसूत्रः अस् धातुविषये अस् अर्धदातुक विवक्षायां अस् धातु स्थाने भू आदेशः भवति कुत्र भवति इत्येव अनेकासि सर्वस्य सूत्रेण भू सर्वस्य स्थाने भवति न तु अन्त ततः अनुभूतिसूत्रं वदति अस्तेः भूः आदुदातुके एकात् हकारान्तदातव अष्टदातव अनेकः द्वादशदातवः वेटः एकादशदातवः सामान्यः वेट् दातवः सः धातु सामान्य हकारान्तदातवः त्रयः सामान्य अकारान्तदातवः अनिटः के इति चेत् लिह् लिह् रुह् ते एव चकारान्त सामान्यदातवः गुणकार्यं भवति यथा सङ्घं तकारादिप्रत्ययपदे धात्वन्तस्य अकारस्य स्थाने ढकारो आदेशो भवति होरः इत्यनेन सूत्रेण प्रत्यये आदौ स्थितस्य तकारस्य धू धु महाप्र आदेशः भवति जस्तथोर्धोरुत्सः इति सूत्रेण प्रत्यये आदौ स्थितस्य ढकारस्य स्थाने ढकार आदेशः भवति चुनाष्टुः इति सूत्रेण पूर्वतनस्य धकारलोपो भवति दोढे लोपः इति सूत्रेण अत्र सामान्य हकारान्तदातव त्रयः सन्ति मिह् लिह्सु प्रथमगुणकार्यं भवति कुकन्तलघुपदस्य सूत्रेण अत्र तकारादिप्रत्ययपदे अकारस्थाने ढकार आदेशः भवति सूत्रमस्ति होडः इति सूत्रेण निमित्तमस्ति तकारादिप्रत्ययः तकारादिप्रत्ययः प्रत्यये आदौ स्थितस्य तकारस्य आदेशो भवति सूत्रमस्ति चतुर्धोर्धः सूत्रेण मिह्यत्र उदाहरणं पठामि मिह्यं भवति मिह्दातु युवता पुगन्तलघुपदस्य इत्यनेन गुणभूतं मेह् भवति मेह्युक्ता ता इति तकारान्तप्रत्यय हकार तद् होडः इति सूत्रेण हकारस्थाने ढकार प्रथमम् आगच्छति मेधायुगः न अधुना तकारस्थाने जष्टोर्धोर्धः इति सूत्रेण तकारत्र महापुराणधकारः मेड् युगधा सुनास्तु इत्यनेन मेड् युगधा डोडे लोपः इत्यनेन मेधः भवति तदेव लिह् लिह् गुणभूत्वा लेह् ले होडः इत्यनेन लेड् सा अत्र जस्तोर्धोरः इत्यनेन धकारस्थाने धकारस्थाने धा भवति तदनुचुनाष्टुः इत्यनेन लेड्योडे लोपः इत्यनेन लेढा भवति तदेव रुह् गुणभूत्वा रोह् भवति रोह् युगः अथवा रोड् युगः अथवा रोड् युगः तदनन्तरं सुनास्तुः इत्यनेन धकार धकारस्थाने धकार तदनन्तरं डोढे लोपः इत्यनेन चकारौ लघु भूत्वा रोढा इति रकुटा सम्यक् तदेव समीचीनम् धन्यवादः भगिनि. इति हकारान्तधातुषु सामान्यः महोदय पठति वा वेटः सामान्य हकारान्तवेट कुत्र भगिनि तत्र षड् सामान्य हकारान्तवेटः आमां षड् सामान्य हकारान्तदातवः हकारान्तदातवः वेटः तृः सृः वृः तृः गृः गाः एते सर्वे ऊदित ऊदिति इति चिन्तयामि. इडादिपक्षे तृः योगयिता तर्हिता तर्हि तृः इत्यस्ति तर्हिता वर्हिता त्रंहिता रक्षिता गाहिता इति सर्वत्र गुणः भवति पुगन्तलघुपदस्य चित्रेण. अनिडादिपक्षे होडः इत्यनेन तत्र ढकारः तदा तस्मात् पूर्वं तर्ह् योग ता थर्ड् योग ठा अनन्तरं थर्ड् योग ढा थर्ड् योग ढा इति अनन्तरं रोडेलोपः थर्ढा इति तथैव तत् थर्ड् योग ता थर्ड् योग ढा थर्ड् योग ढा थर्ढा इति रोडेलोपः तत्र किमपि नास्ति. अत्र ड्रलोपे इत्यस्य तत्र वर्णः नास्ति अत्र तथैव तत्र वर्ढा तृण्ढा इत्यत्र तत्र तृङ्घ् इति तत्र तत्र नकारः भवति तत्र अनुस्वारस्य परसर इत्यनेन गर्ढा गर्ढा इति गर्ढा इति गाढा इति रूपम् सर्वत्र ओडः अनन्तरं तत्र तु नास्ति चेत् अपि चषस्तोपः दशसतोडः रोडे लोपः सत्यम्. अग्रे महोदय त्रयः दकार त्रयः दकारादि हकारान्तदातवः दह दिह दुह तत्र दह इति एते त्रयः अपि अनिट् दातवः अतः तत्र गुणकार्यं यथा सङ्गम् अस्ति अतः दह् योग योगता इति अस्ति दह् इति दाते धातु इत्यकारादि अस्ति अत्र दघ् योगता अनन्तरं तत्र दघ् योगता दघ् योगधा इति भवति अनन्तरं तत्र जत्वं दग्धा इति भवति दिः इत्यस्य अपि तत्र दिः योग ता तत्रापि घकारः न तु होडः देग् प्रथमपूर्वं गुणः देग् देह् योगता देघ् योगता देघ् योगधा अनन्तरं देघ्धा इति तथैव दोघ्ना इति तत्रापि गत्वम् अनन्तरं जत्वं ततः पूर्वं गुणः उगन्तलघुपदस्य विषयं तत्र तदेव दत्तम् दादेर्दातोर्गः अग्रे महोदय चत्वारः दातवः येषां विकल्पेन वा दृह मुह मुहस्निहाम् इति सूत्रेण तत्र विकल्पेन तत्र गत्वम् अपि च डकारः पोडः इति सूत्रेण अतः द्रुः इति अस्ति तत्र द्रुः द्रोः द्रोढ् अत्र द्रोढा इति मोढा नोढा स्नेढा इति रूपं तत्र एते अनितः सर्वे अनितः इति क्षम्यताम् एतत् वेटः खलु अहं क्षम्यताम् अत्र अनितादिपक्षे यत्र तत्र प्रथमं द्रोढा इति भवति द्रोढा इति भवति द्रोढे लोपः क्षम्यताम् अकारस्य ढकारः अनन्तरं ढकारः अनन्तरं तत्र ढोडे लोपः द्रोढा मोढा श्नोढा स्नेढा स्नेढा इति रूपाणि भवन्ति अनन्तरं वा दृहमुह इत्यनेन तत्रापि ढकारः भवति झलिपदे अत्र अतः द्रेग्धा मोग्धा श्नोग्धा स्नेग्धा इति भवति. इडादिपक्षे केवलं तत्र मेरणं गुणं भूत्वा तत्र द्रुह द्रोहिता मोहिता स्मोहिता स्नेहिता इति वा द्रुहमुह इत्यस्य प्रथमवाक्यं पठामः द्रुहमुह स्नुह स्निहा तेषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशः भवति जलि पदान्ते च इति अस्ति अनुवृत्तिसूत्रमस्ति द्रुहमुहष्णुः स्निहां वा हः घः जलिपदस्य अन्ते च इति जत ततो दोधः इति वयं जानीमः इति अस्ति सत्यं ग अभावे तु होडः इत्यनेन डकारादेशः समीचीनं सम्यक् धन्यवादः महोदय उषा भगिनी सख् वः इदानीमपि सख् वः सख् वः इति द्वौ धातु वह् धातुः अनिट् सख् धातुः वेट् ओके वह् धातुः अनिट् तकारादिप्रत्यये परे धात्वन्तस्य हकारस्य स्थाने ढकारादेशः भवति होडः इत्यनेन सूत्रेण अधुना प्रत्ययः झष् परतः अस्ति अतः प्रत्ययादौ स्थितस्य तकारस्य स्थकारस्य च धकारादेशः भवति झषस्ततोर्दोर्धः इति सूत्रेण प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढकार आदेशः भवति ष्ठुनाष्टुः इति सूत्रेण पूर्वतनस्य ढकारलोपः भवति ढोडेर्लोपः इति सूत्रेण लुप्तढकारस्य पूर्ववर्तिनः अकारस्य ओकारादेशः भवति सहिवहोर् ओद् अवर्णस्य इति सूत्रेण द्रलोपे पूर्वस्य दीर्घोणः इत्यस्य अपवादः अस्तु तथा एव पूर्वमपि अस्ति सख् योगः ता होडः सूत्रं कार्यं करोति षड् योगः ता लुट् लुट् ता सो होडः षड् योगः ता जशस्ततोर्दोर्धः इत्यनेन ता इत्यस्य स्थाने धा भवति अनन्तरं ष्टुनाष्टुः धकारस्य स्थाने ढकारः भवति षड् योगः ढा डोडेर्लोपः प्रथमडकारस्य लोपः अग्रिमडकारम् अस्ति इत्यनेन पूर्वडकारस्य लोपः षड् योग स योगः ढा भवति सहिबहोर् ओद् अवर्णस्य इति सूत्रं कार्यं करोति ड्रलोपे पूर्वस्य दीर्घोणसूत्रं बाधित्वा सो योगः ढा भवति सो सकार अकारः दीर्घः नास्ति परन्तु अकारस्य स्थाने ओकारः भवति सो योगः डा सोडा एवमेव वह् योगः ता वड् होडः अनन्तरं जशस्ततोर्दोर्धः तकारस्य स्थाने दकारः वड् योगः दा अनन्तरं ष्टुनाष्टुः वड् योगः ढा अनन्तरं डोडेर्लोपः व योगः ढा ओ डा इति सहिवहोर् ओदवर्णस्य इत्यनेन सहिवहोर् ओदवर्णस्य ढकारस्य लोपः चेत् सह् वह् इति धात्वोः अकारस्य स्थाने ओकार आदेशः भवति अनुवृत्तिसहितसूत्रमस्ति सहिवहोः अवर्णस्य ओत् ड्रलोपे इति ड्रलोपपक्षे एव अवर्णस्य स्थाने ओकारः भवति इति सः तदेव मुख्यं खलु तत्र ककारलोपः चेदेव तत्र अकारः भगिनि अग्रे इडादिपक्षे सः धातुः सः योगः इता सहिता भवति तीश ओके सेम् सूत्र ओके तीश सः लुभ ऋष ऋषः पूर्वमेव वयं दृष्टवन्तः इश् धातु सः लुब् ऋष् ऋष् इत्येतेभ्यः पञ्चभ्यः धातुभ्यः तकारादेः आर्धधातुकप्रत्ययस्य इडागमः विकल्पेन भवति अग्रे तकारः अस्ति सो अनुवृत्तिसहितसूत्रं पठामि वा अनुवृत्तिसहितसूत्रं कस्मात् पठतु भगिनि इश् सः लुब् ऋष् ऋष् इत्येतेभ्यः पञ्चभ्यः धातुभ्यः तकारादेः आददधिकप्रत्ययस्य इडागमो विकल्पेन भवति इच् इच् इच्छत्यादेः इच्छति आदेः इच्छति आदेः परस्य त आदेः आर्धधातुकस्य इड् वा स्यात् ओके इच् इष् धातोः ओके एते पञ्चधातवः नियमेन सेटः अनेन सूत्रेण तकारादि आर्धधातुकप्रत्यये परे वेटः ओके नियमेन सेटः हलन्त अपि अस्ति हलादिधातु एकाच् धातु हलादिधातु सो नियमेन वे सेटः परन्तु तकारादि आर्धधातुकप्रत्यये परे अनेन सूत्रेण वेट् वेट् धातु इष् इति येष्ठा भवति येषिता भवति सः सोडा सहिता ओके लुब् लोब्धा लोभिता बकार जशस् जष्ट्व ओके ऋष रोष्टा रोषिता ऋष रेष्टा रेषिता ती इति किं येषिष्यति सो ओ इष्य इष्य येषिष्यति प्रत्युदाहरणं ददाति ती इति किम् इत्युक्ते तत्र किमर्थं ती प्रति इति उक्तम् इत्युक्ते तत्र लृट् लकारे परे एषिष्यति इत्येव रूपं भवति न तु एष्टा अथवा एषिता ओके स्या खलु तत्र आं भगिनि तत्र कार्यं न करोति करोति जी इति या ओके अस्तु इष् इत्यनेन तुदादिगणीयः च क्रयादिगणीयः च न तु दिवादिगणीयः इष् इत्यनेन तुदादिगणीयः च तु क्रयादिगणीयः च दिवादिगणीयः च न ओके न दिवादिगणीयः क्रयादि केवलं इष् इत्यनेन तुदादिगणीयः च क्रयादिगणीयः न तु दिवादिगणीयः अस्तु ईशस् नो ईशेस् तकारे ष्यन् प्रत्ययात् प्रतिषेधः ईशेस् तकारे ष्यन् प्रत्ययात् प्रतिषेधः इति वार्तिकेन प्रकृतसूत्रस्य कार्यं दिवादिगणीय इष् धातोः न भवति ओके अत्र इष् इति धातोः कृते दिवादिगणीयधातोः कृते न भवति इति वार्तिकं वदति इषेस् तकारे ष्यन् प्रत्ययात् प्रतिषेधः अस्तु इषश्च सहश्च लुभश्च ऋषश्च ऋषश्च तेषां समाहारद्वन्द्वः इष सः लुब् तथा सूत्रमेव तु पठितं तदेव पठितम् एतद् मध्ये एतदेव योजितम् अन्यत् सर्वं यदा पूर्वमेव पूर्वमेव केवलं तद् दिवादिगणीय इष् धातुः नास्ति सुदादिगणीय त्रयादिगणीय इष् धातुः तदेव योजितम् समीचीनं धन्यवादः विजया भगिनी नख् धातुः अस्ति वा विजया भगिनी अस्तु अरुणा भगिनी पठति वा श्रूयते खलु श्रूयते भगिनि किं जातम् अस्तु रघुपतिमहोदय भवान् पठति वा न ददाति किं जातं केनापि न श्रुतं वा इति दृश्यते न ददातु महोदय अहं पठामि ओ श्रूयते इदानीं श्रूयते वा इण्टर्नेट् समस्या अत्र अस्तु महोदय अत्र द्विवारम् अस्ति इति अहं मन्ये पूर्वमेव एकम् अस्ति आम् कुत्र भवति इति अहं न जानामि द्वयमस्ति द्वयमस्ति किमर्थं चेत् भवती अतः एव एकनिमिषं महोदय महोदय श्रूयते वा श्रूयते श्रूयते नख् धातुः आरभ्य पठतु अहं म्यूट् मध्ये भवान् महोदय अत्र अस्तु अहं पठामि अत्र ध्वनिः द्विवारम् आगच्छति सत्यं प्रतिध्वनिः आगच्छति अथवा किम् अभवत् इति न जानामि भवान् पठतु महोदय कृपया नह धातुः अनिट् अस्ति अत्र नहो गः इति सूत्रेण नहो दः इति सूत्रेण तत्र तत्र धकार खलु नह् नहयोग ता इति अस्ति तत्र होडः इति सूत्रस्य न भवति अत्र नहो धः इति सूत्रेण नधुयुगता अनन्तरं दशस्ततो दोधः इत्यनेन नधुयुगता जलां जर्जषि नद्धा इति नः धातोः अकारस्य धकारः भवति झलिपदान्ते अनुसयसूत्रमस्ति नः धातोः दः झलिपदस्य अन्ते च इति अग्रे गुः धातोः वेट् अस्ति वयं जानीमः तद् ऊदुपदाय गोहः इति सूत्रेण तत्र उपदा गुणादेशप्रभाते ऊत् आदेशः भवति अजादिप्रत्यये परे तर्हि अत्र गुः इति सेट् अस्ति अतः यत्र विरागं भवति अजादिप्रत्यये भवति तर्हि तत्र गोः न गोः इति न भवति गूहिता इत्येव भवति न तु गोहिता इति अन्यथा पुगन्तरघुवदशितसूत्रेण गोहिता इति स्यात् गूहिता अनिरादिपक्षे तत्र पुगन्तलघुबद्धस्य इत्यनेन गोः योगता घोडः गोढ योग ता गोढा योगधा अनन्तरं डोडे लोपः गोढा इति ऊदुपदायाः गोहः इति तत्र गुः सवर्णे इति गुः धातोः उपदा गुणादेशं प्रबाद्य ऊत् आदेशः भवति अजादिप्रत्यये परे अरिवत्यशेतसूत्रमस्ति गोः अङ्गस्य उपदायाः ऊत् अचि इति ध्येयं यत् अत्र आर्धधातुकस्य निमित्तकत्वं नास्ति एव केवलं गुणनिमित्तिक अजादिप्रत्यये परे अतः लटि अपि भवति अतः गुह्योग शप् इति अस्ति अत्र अजादिप्रत्यये अस्ति अत्र गूह तत्र गूह इति भवति गूहति इति रूपं भवति इति भवादिगणस्य आरभ्य क्रियादिगणपर्यन्तं सर्वेषां वेटाम् अनिटाञ्च हलन्तधातूनां लुट्लकारस्य रूपसिद्धिः समाप्ता तावदेव आसीत् अस्मिन् पाठे तत्र सामान्य किमपि अस्ति भगिनि अस्ति वा किम् अस्ति न बहु किमपि वयं दृष्टवन्तः खलु तद् केवलम् एकस्मिन् स्थले एव आसीत् खलु तद् रदादिभ्यश्च अनन्तरं मार्दधा तत् किम् अस्ति ऋतुपदस्य अन्यतरस्याम् इति अन्यत्र सर्वत्र सामान्यसूत्राणि एव तत्र बहु विशिष्टम् इति कार्यं किमपि न आसीत् एकं द्वयम् आसीत् पूर्णतया इति न आदौ किञ्चित् क्लेशः आसीत् यदा वयं तास् प्रत्ययम् अनद्यतन अद्यतन इति तत्र बहु किमपि भ्रमजनकविषयः आसीत् सूत्राणि अतिन्यूनानि सन्ति अग्रे गत्वा चित् प्रत्यये परे इतोपि न ईवन् ऊदितो वा अण्ड् आल् देट् ऐ मीन् आदौ किञ्चित् भ्रमजनकः आसीत् सत्यम्. अस्तु भगिनि भवती एव इजन्तदातूनां लुप् लकार इदानीं सम्यक् अस्ति वा? सम्यक् अस्ति. आं पठतु इजन्तदातूनां लुप्लकारस्य रूपसिद्धिः. चुरादिगणे स्वार्थे निच् चेदपि प्रेरणार्थे निच् चेदपि यत्र यत्र निच् सम्बन्धरूपरूपम् अपेक्षितम्. एतत् गतवर्गे एतत् पठितवन्तः खलु? न न एतद् न पठितवन्तः. कार्यम् अस्ति धातुतः निचः विधानम्. अतः लुप्लकारस्य प्रसङ्गे सति सर्वप्रथमं निजन्तधातुः निजन्तधातुः सिद्ध्यति. तदा एव लुट्लकारसम्बन्धकार्यं सर्वे निजन्तदातवः अनेका च वा विकारान्ताः च. पुरतः लुट् तात् यदा आयाति तावता पूर्वम् अनेका च विकारान्तधातुः वर्तते एव. अनेका च इति कृत्वा सेट् इकारान्तः इति कृत्वा सार्वधातुक अर्धधातुकयोग इति सूत्रस्य कार्यक्षेत्रं धातुः सेटः तास्य वलादिः इत्यतः इडाहमः भवति एव इति कृत्वा गुणकार्यं गुणकार्या अनन्तरं एचो एव यावः इति सूत्रस्य अवसरः एव सति. एवं सति निजन्तधातूनां लुट्लकारस्य रूपसिद्धि मार्गः सर्वत्र समानः. इदानीमत्र चुरादिकने एकस्मिन् पक्षे स्वार्थे अस्ति, अन्यस्मिन् पक्षे प्रेरणार्थे अस्ति अस्ति. अत्र किं भवति चेत् प्रथमकार्यक्षेत्रं किं भवति? धातुतः एतत् निच् विधानं भवति. धातुः अस्ति चेत् अत्र निच् अपि भू इति धातुः निच् योगः निच् इति विधानं भवति. अतः लुट्लकारस्य प्रसङ्गे सति सर्वप्रथमं निजन्तधातुः सिद्ध्यति. तदा एव लुट्लकारसम्बन्धकार्यं सर्वे निजन्तदातवः अनेका च अस्ति. एका च अस्ति चेत् अत्र अनीति भवति, अनेका च अस्ति चेत् अत्र एकारान्तः भवति, ईडागमः भवति. प्रथमम् अत्र लुट्लकारपूर्वं निजन्तदातुः एव अत्र करणीयम्. एतत् प्रथमकार्यक्षेत्रं भवति. प्लुतः किं भवति? फलितार्थः इति आगन्तव्यं खलु? तस्य एव फलतः फलतः लुट् तास् यदा आयाति तास् इति आयाति तावता पूर्वम् अनेकाच् इकारान्तधातुः वर्तते. अनेकाच् इति कृत्वा चेटः इकारान्तः इति कृत्वा सार्वधातुक अर्धधातुकयोः इत्यस्य कार्यक्षेत्रं भवति. सूत्रस्य प्रसक्तिः भवति. धातुः सेट् तास्य बलादिः अस्ति यकारं विहाय. अत्र व्यञ्जनानि सर्वे व्यञ्जनानि अस्ति, तास् इति च अत्र बलादिः भवति. अतः तत्र ईडाहमः भवति एव. ईडाहमस्य चिन्तनं पूर्वं सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः. अनन्तरम् अत्र एषो यव यावः इत्यनेन अत्र अयादेशः अवादेशः आयादेशः आवादेशः इति भवति अत्र इति सूत्रस्य अवसरः अत्र भवति एव. एवं सति निजन्तधातूनां लुट्लकारस्य रूपसिद्धिमार्गः सर्वत्र समानमेव. तदेव अत्र भवति इति प्रथमं निजन्तम् अनन्तरं सार्वधातुक अर्धधातुकयोः अनन्तरम् एचो एव यावः एतत् एव अत्र क्रमः भवति, समानरूपेण भवति इति. अग्रे पठामि वा उदाहरणरूपं भवति? आं सूर्ययोगः निच् पठतु. सति यथा सूर्ययोगः निच् इदानीम् अत्र उकारस्य स्थाने ओकारः भवति सार्वधातुक अर्धधातुकयोः इत्यनेन. अनन्तरं निच् मध्ये अनुबन्धलोपानन्तरम् इकार एव तिष्ठति. एतत् मिलित्वा चोरि इति भवति. एतत्तु अनेका च अस्ति अतः तत्र इगन्तधातुः सेट् भवति, चोरि इति भवति. इदानीम् अत्र इता इति भवति चोरि इगन्तः. अतः सार्वधातुक अर्धधातुक इत्यनेन एतत् सूत्रस्य प्रसक्तिः भवति. अतः चोरे इति भवति, चोरे योगः इता. एतत् सेट् अस्ति, तास् फलादिः अस्ति, इडागमः भवति एव इति पूर्वं वयं दृष्टवन्तः गतपरिच्छेदे. अत्र गुणकार्यम् अनन्तरं येचन स्थाने ए ऐ ओ ऐ औच् इति येचन स्थाने अयादेशः भवति इति अचिपरे. अतः तत्र चोरे इति भवति, एकारः भवति, अत्र अयादेशः भूत्वा चोरै इति भवति. अनन्तरं चोरै योगः इता वर्णमेलनेन चोरयिता इति भवति. तदा च सर्वेभ्यः दातुना लुट्लकारस्य त्रिषु अपि पुरुषेषु त्रिषु च वचनेषु अपि भवति इति. पठामि अत्र परस्मैपदी अस्ति. चोरयिता चोरयितारौ चोरयितारः यथा भविता भवितारौ भवितारः तदेव अत्र. अनन्तरम् अत्र चोरयिष्यसि चोरयितासि चोरयितास्थः चोरयितास्थ चोर इतास्मि चोर इतास्वः चोर इतास्मः इति परस्मैपदी भवति. इदानीम् आत्मनेपदी स्वीकुर्मः चेत् अत्र चोरयिता चोरयितारौ चोरयितारः समानमेव. अनन्तरं चोरयितासे चोरयितासासे चोरयिताद्वे. अनन्तरं चोरयिताहे चोरयितास्वहे चोरयितास्महे इति भवति महोदय. समीचीनं धन्यवादः भगिनि. सम्यक् इति निजन्तयोजनेन कार्यम्. अरुणा भगिनी अस्ति वा? सनन्तदातु पठित्वा समापयामि. अस्ति वा भगिनि? लुट् लकारस्य सर्वे सन्नन्तदातूनाम् अन्तिमवर्णः अकारः इत्युक्तौ सर्वे सन्नन्तदातवः अदन्ताः. तदर्थं लुट् लकारस्य विवक्षायां तास् प्रत्यये आडुदातुके सति अतो लोपः इति सूत्रेण इत्यस्य प्रसक्तिः च प्राप्तिः च भवति एव. तस्मात् सन्नन्तदातोः अन्तेयः कारः तस्य लोपः. सन्नन्तदातुः च सदा अनेकात् इति कृत्वा सर्वे सन्नन्तदातवः सेटः. एवं सति सन्नन्तदातूनां लुट्लकारस्य रूपसिद्धिमार्गः सर्वत्र समानः. अत्र दत्तं सन्नन्तदातवः सामान्यतया अकारान्तदातवः अदन्त अस्वदातु अदन्तदातु नूतनदातु अन्न अदन्तदातवः लकारविषये अर्धदातुकप्रत्यये परे अतो लोपः इति सूत्रेण अकारलोपः भवति. इदागमपि सन्नतदातुविषये भवति. किमस्ति अनेकात् अस्ति चेत् सर्वे दातवः सेटः. तदर्थं तदेव सन्नतदातूनां लुट्लकारस्य रूपसिद्धिमार्गः सर्वत्र समानः. यदा जि दिग्गमिष्य इता इति सेट् अस्ति न इरागम अतो लोपः सूत्रेण सकार अन्त्य अकारस्य लोपः भूत्वा जगमिष्यवहिता जगमिषिता भवति. एवमेव त्रिषुपुरुषेषु त्रिषु वचनेषु च जिगमिषितारौ जिगमिषितारः इत्यादि रूपाणि. अतो लोपसूत्रं विवरणं दत्तमत्र. अदन्ताङ्गस्य हस्व अकारलोपो भवति आर्धदातुकप्रत्यये परे. येन विधि ददन्तस्य तेन अतः अङ्गस्य नाम न केवलं हस्व अकारः इति अङ्गस्य अपि तु हस्व अकारान्तस्य अङ्गस्य अपि स्वीकरणीयम्. अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः न तु अङ्गस्य. उपदेशे अनुवर्तते अतः प्रसक्ति केवलम् उपदेश अवस्थायाम्. अतः सत्यन्तं लोपः पदमान्तं द्विपदभजनसूत्रम् अनुदात्त उपदेशे वनति तनोति इत्यादीनाम् अनुनासिकलोपो जनीकिमिति इत्यस्य इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारे धातु अधिकारे अङ्गस्य आर्धधातुके इत्यनयोः अधिकारः अनुवचितम् अतः अङ्गस्य लोपः धातुके उपदेशे सूत्रं वदति अकारस्य लोपः भवति अदन्ताङ्गस्य अस्तु अकारलोपो भवति निमित्तमस्ति आर्धधातुकप्रत्यये परे येन विद्यदन्तस्य इति परिभाषेन अतः अङ्गस्य नाम न केवलं हस्वकारः अपि तु हस्व अकारान्तस्य अङ्गस्य अपि भवितुमर्हति. सत्यं समीचीनं भगिनि. इत्येव सनन्तानामपि तत्र यदा निजन्तानां दृष्टवन्तः तदा सामान्य समानरीत्या सनन्तानामपि किम् अवशिष्टम् इत्युक्ते यङन्तानां यङ् लुङन्तानाम् अनन्तरं तत्र क्यच्चित् क्यश्चित् क्यङ् इति त्रयः अवशिष्टाः. तद् वयम् अग्रिमसप्ताहे पठित्वा अग्रिमपाठः अस्ति सुमुन् त्रिच् किमपि तादृशमेव दृष्टवती विचिन्तयामि. महोदयस्य वर्गे तत् पाठः एकवर्षं यावत् पाठितम् कुत्र अस्ति अद्य एव दृष्टवती खलु. सव्यक् तुमुन् त्रिच् इति पाठः अष्टादश तद् आरम्भं कुर्मः. दीर्घपाठः इति एव चिन्तयामि पश्यामः. ध्वनिमुद्रणं यदा दृष्टवती 2023 वर्गः 41 क्लासस् 19-12-2023 पर्यन्तं वर्गः जातः. सो 21-3 मार्च् मासम् आरभ्य डिसेम्बर् पर्यन्तं भगिनि अभ्यासः प्रायः मध्ये मध्ये अभ्यासः वा पुनरावृत्तिः किमपि कृतवान् स्यात् अतः एव बहु दीर्घं जातं. पश्यामः वयमपि किञ्चित् मन्दरूपेणैव गच्छामः पठामः सम्यक् एव भवति इति चिन्तयामि. अस्तु अस्तु समीचीनं. तव्यत्रु भगिनि इति अग्रिमपाठ धन्यवादः. धन्यवादः भगिनि.